पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 42 भीष्म उवाच श्रुतः पद्मोद्भवो ब्रह्मन् विस्तरेण त्वयेरिदः समासात् भवमाहात्म्यमुत्पत्तिं च गुहस्य च श्रोतुमिच्छामि ते ब्रह्मन् यथा भूतकृतं च यत् तारकश्च कथं भूतो दानवो बलवत्तरः कार्तिकेयेन स ब्रह्मन् कथं ध्वस्तो महासुरः कथं रुद्रेण मुनयः प्रेषिता मन्दरं गिरम् कथं लब्धा उमा तत्र रुद्रेण परमेष्ठिना येदाख्याहि मे सर्वं यथा भूतं महामुने पुलस्त्य उवाच कश्यपेन पुरा प्रोक्ता दिदिर्दैत्यारणिशुभा वज्रसारमयैश्चाङ्गैः पुत्रो देवि भविष्यति वज्राङ्गो नाम पुत्रस्तु भविता धर्मवत्सलः सा च लब्धवरा देवी सुषुवे वज्रदुश्चिदम् स जातमात्र एवाभूत् सर्वशास्त्रार्थपारगः उवाच मातरं भक्त्या माध किं करवाण्यहम् तस्योवाच ततो हृष्टा दितिर्दैत्याधिपश्य तु बहवो मे हदाः पुत्रा सहस्राक्षेण पुत्रक तेषामपचितिं कर्तुं गच्छ शक्रवधायतु बाढमित्येवतां चोक्त्वा जगामत्रिदिवं बलाद बद्ध्वा तदसहस्राक्षं पाशेना मोखवर्चसा मादुरन्धिकमागच्छद्व्याधः क्षुद्रमृगं यथा एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपः आगतौ तत्र यत्रास्तां मादा पुत्रावभीतकौ दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च मुञ्जैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम् अवमानो वधप्रोक्तः पुत्र सम्भावितस्य तु अस्मद्वाक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः परस्य गौरवान्मुक्तशत्रूणां शत्रुराहवे सजीवन्नेव हि मृतो दिवसे दिवसे पुनः एतच्छ्रुत्वा तु वज्राङ्गः प्रणदो वाक्यमब्रवीद न मे कृत्य मनेनास्ति माधुराज्ञा कृता हि मे त्वं सुरासुरनाथो वै मान्यश्च प्रपितामहः करिष्ये त्वद्वचो देव यश मुक्तशतक्रतुः तपसे मेरतिर्देव निर्विघ्नं तच्च मे भवेद् तत्प्रसादेन भगवन्नित्युक्त्वा विररामः तस्मिं स्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः ब्रह्मोवाच तपस्त्वं कुरुमापन्नसोऽस्मच्च शासनसंस्थितः अनया चित्तशुद्ध्या हि पर्याप्तं जन्मनः फलम् इत्युक्त्वा पद्मजकन्यां ससर्जायदलोचनां तामस्मै प्रददौ देवः पत्न्यर्थे पद्मसम्भवः वराङ्गीदिच नामास्या कृत्वा यादः पितापहः वज्राङ्गोऽपि तया सार्धं जगाम तपसेवनम् ऊर्ध्वबाहुः स दैत्येन्द्रो चरद्वर्षसहस्रकम् कालं कमलपत्राक्षशुद्धबुद्धिर्महातपः तावच्चाधो मुखकालं तावत् पञ्चाग्निमध्यगः निराहारो घोरतपस्तपोराशि रजायत ततः सोम् तर्जले चक्रे वासं वर्षसकस्रहम् जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता तस्यैव तीरे सरसस्थितासौ मौनमाश्रिता निराहारं तपोघोरं प्रविवेश महाद्युदिः तस्यां तपसि वर्तं त्यामिन्द्रश्चक्रे विभीषिकाम् गत्वा तु मर्कडाकारस्तदाश्रमपदं महद ब्रसीं चकर्ष बलवान् गन्धाद्यर्चाकरं डकम् तदस्तु सिंहरूपेण भीषयामास भामिनीं ततो भुजङ्गरूपेणाप्यदशचरणद्वयम् तपो बलवशात्साधु नवध्यत्वं जगामः भीषिकाभिरनेकाभिक्लेशयन् पाकशासनः विरराम यदा नैव वज्राङ्गमहिषी तदा शैलस्य दुष्टतां मत्वा शापं दातुं समुद्यता तां शापाभिमुखीं दृष्ट्वा शैलपुरुषविग्रहः उवाच तां वरारोहां वराङ्गीं भीतलोचनः शैल उवाच नाहं महाव्रते दुष्टसेव्योऽहं सर्वदेहिनां विप्रियं ते करोत्येष रुषितः पाकशासनः यदस्मिन्नन्तरे जातकालो वर्षसहस्रकं तस्मिन् ज्ञात्वा तु भगवान् काले कमलसम्भवः तुष्टप्रोवाच वज्राङ्गं तदा गत्य जलाशयं ब्रह्मोवाच ददामि सर्वकामं त उत्तिष्ठ दिदि नन्दन एवमुक्तस्तदोद्धाय स दैत्येन्द्रस्तपोनिधिः उवाच प्राञ्चलिर्वाक्यं सर्वलोकपितामहं वज्राङ्ग उवाच असुरो मस्तु मे भावस्सन्धुलोका ममाक्षयाः तपस्यभिरधिर्मेस्तु शरीरस्यास्य वर्तनम् एवमस्त्विति तं देवो जगामस्वकमालयं वज्राङ्गोऽभिसमस्तेदु तपसि स्थिरसंयमः सङ्गन्तु मिच्छन् स्वां भार्यां न ददर्शाश्रमे स्वके क्षुधाविष्टः स शैलस्य गगनं प्रविवेशः आदातुं फलमूलानि स च तस्मिन् व्यलोकयत् रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननां तां विलोक्य ततो दैत्यप्रोवाच परिसान्त्वयन् वज्राङ्ग उवाच केन देपकृतं भद्रे यमलोकम् इयासुना कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहिमानिनि वराङ्ग्युवाच त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च रौद्रेण देवराजेन नष्टनाथेव भूरिशः दुःखस्यान्तमपश्यन्ति प्राणां त्यक्तुं व्यवस्थिता पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवाद एव मुक्तस्तु दैत्येन्द्रकोपव्याकुललोचनः शक्तोऽपि देवराजस्य प्रतिकर्तुं महासुरः तप एव पुनश्चर्तुं व्यवस्यतमहाबलः ज्ञात्वा तस्य तु सङ्कल्पं ब्रह्मा क्रूरतरं पुनः आजगामत्वरायुक्तो यत्रासौ दिदिनन्दनः ब्रह्मोवाच किमर्थं पुत्रभूयस्त्वं कर्तुं नियममुद्यतः तदहं ते पुनर्दत्मि काङ्क्षितं पुत्रमोजसा वज्राङ्ग उवाच उद्धितेन मया दृष्टा समाधानात्वदाज्ञया त्रासितेन्द्रेण मामाह सावराङ्गी सुदार्धिनी पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह ब्रह्मोवाच अलं ते तपसा वीर मा क्लेशे दुस्तरे विश पुत्रस्तु तारको नाम भविष्यति महाबलः देवसीमन्दिनीनां तु धम्मिल्लकविमोक्षकः इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहं गत्वा तां नन्दयामास महिषीं कर्षितां तरां तौ दम्पती कृतार्थौ दु जग्मदुःस्वाश्रमं तदा आहितं तु तदा गर्भं वराङ्गी वरवर्णिनी पूर्णं वर्षसहस्रं तु दत्तारोदर एव हि तदो वर्षसहस्रान्ते वराङ्गी सा प्रसूयत जायमाने दु दैत्ये दु तस्मिन् लोकभयङ्करे चचाल सर्वा पृथिवी प्रोद्भूताश्च महार्णवाः चेलुर्धराधराश्चापि ववुर्वादाश्च भीषणाः जयपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि जसौ कान्तिश्चन्द्रसूर्यौ निहारच्छादिता दिशः जादे महासुरे तस्मिन् सर्वे चापि महासुराः आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः जगुर्हर्षसमाविष्टा ननृतुश्चाप्सरोगणाः ततो महोत्सवे जाते दानवानां महाद्युदे विषण्णमनसो देवासहेन्द्र अभवंस्तदा वराङ्गीतुसुतं दृष्ट्वा हर्षेण पूरिता तदा बहु मेने च दैत्येन्द्रो विजातं तं तया जातमात्रस्तु दैत्येन्द्रस्तारकश्चोग्रविक्रमः अभिषिक्तो सुरैर्मुख्यै कुजम्भमहिषादिभिः सर्वासुरमहाराज्ये पृथिवीतुलनक्षमे सदुप्राप्तमहाराज्यस्तारको नृपसत्तम उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः तारक उवाच शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः वंशक्षयकरा देवाः सर्वेषामेव दानवाः अस्माकं जातिधर्मेण विरूढं वैरमक्षयं वयं तपश्चरिष्यामसुराणां निग्रहायतु स्वबाहुबलमाश्रित्य सर्व एव न संशयः तच्छ्रुत्वा सम्मतं कृत्वा पारियात्रं ययौ गिरिं निराहारपं च तपापत्र भृग्वारिभोजनः शतं शतं समानां तु तपांस्येतान्यथाकरोद एवं तु कर्षिदे देहे तपो राशित्वमागदे ब्रह्मागत्याह दैत्येन्द्रं वरं वरय सुव्रत स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम् यदस्ततोऽपि वरय मृत्युं यस्मान्न शङ्कसे ततः संचिन्त्य दैत्येन्द्रशिशोर्वै सप्तवासराद वव्रे महासुरो मृत्युं मोहितो ह्यवलेपदः जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम् अधाह मन्त्रिणस्तूर्णं बलं मे सम्प्रयुज्यतां यदि वो मत्प्रियं कार्यं निग्राह्यासुरसत्तमाः निगृहीतेषु मे प्रीतिर्जायते चातुलासुराः तारकस्य वच श्रुत्वा ग्रसनो नाम दानवः सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत् आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमः तेषामग्रेसरो जम्भकुञ्जं भोनं तरोऽसुरः महिषकुञ्जरो मेघकालनेमिर्निमिस्तथा मन्थनो जम्भकः शम्भो दैत्येन्द्रा दशनायकाः अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः गरुडाणां सहस्रेण चक्राष्टकविभूषितः सकूबरपरीवारश्चतुर्योजनविस्तृतः स्यन्दनस्तारकस्यासीत् व्याक्रसिंहकरार्वभिः युक्ता रथास्तुग्रसन जम्भकौ जम्भकुम्भिनाम् मेकस्य द्वीपिभिर्युक्तकूष्माण्डै कालनेमिनः पर्वदाभश्चतुर्दंष्ट्रो निमेश्चैव महागजः शतहस्ततुरङ्गस्थो मन्थनो नाम दैत्यराड जम्भकस्तुष्ट्रमारूढो गिरीन्द्राभं महाबलः शुम्भो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः प्रचण्डाश्चित्रवर्माणं कुण्डलोष्णीषभूषिताः तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत प्रमत्तमत्तमादङ्गतुरङ्गरथसङ्कुलम् प्रदस्ते मरयुद्धाय बहुपत्तिपदाकिकम् एतस्मिन्नन्तरे वायुर्देवदूतो सुरालये दृष्ट्वा तद्दानवबलं जगामेन्द्रस्य शंसितुं सगत्वादु सभां दिव्यां महेन्द्रस्य महात्मनः शशंसमध्ये देवानां तत्कार्यं समुपस्थितं तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः इन्द्र उवाच सम्प्राप्नोति विमर्दोऽयं देवानां दानवैः सह कार्यं किमत्र तद्ब्रूहि नीत्युपायोवबृंहितं यदच्छ्रुत्वादुवचनं महेन्द्रस्य गिराम्पदिः इत्युवाच महाभागो बृहस्पतिरुदारधिः बृहस्पतिरुवाच सामपूर्वाश्रुता नीतिश्चतुरङ्गा पदाकिनी जिगीषदां सुरश्रेष्ठस्थितिरेषा सनातनी सामभेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम् न सां त्वगोचरे लुब्धा नाभेद्यास्त्वेकधर्मिणः न दानमत्र संसिद्ध्यै प्रसह्यैवापहारिणाम् एकोऽभ्युपायो दण्डोऽत्र भवदां यदि रोचते एवमुक्तसहस्राक्ष एवमेददुवाचः कर्तव्यतां च संचिन्त्य प्रोवाचामरसंसदि इन्द्र उवाच अवधानेन मे वाचं शृणुध्वं नागवासिनः भवन्तो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः स्वे महिम्नि स्थिता नित्यं जगदः पालने रताः क्रियतां समरोद्योगसैन्यं संयोज्यतां मम आह्रियं तां च शस्त्राणि पूज्यं तां शस्त्रदेवताः वाहनानि विमानानि योजयध्वं ममेश्वराः यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः इत्युक्ता समनह्यन्त देवानां ये प्रधानतः वाजीनामयुधेनाजौ हेमखण्डा परिष्कृतम्। नानाश्चर्यगुणोपेतं सम्प्राप्तं देवदानवैः रथं मातलिना युक्तं देवराजस्य दुर्जयम् यमो महिषमास्थाय सेनाग्रे समवर्तत चण्डकिङ्करवृन्देन सर्वदः परिवारितः कल्पकालोद्गतज्वाला पूरितोऽम्बरगोचरः हुदा शनस्त्वजारूढशक्रि हस्तो व्यवस्थितः पवनोऽङ्कुशहस्तश्च विस्तारितमहाजवः भुजङ्गेन्द्रसमारूढो जलेशो भगवान् स्वयं नरयुक्ते रथे देवो राक्षसेशो व्यच्चरः तीक्ष्णखड्गयुधो भीमसमरे समवस्थितः महासिंहरथे देवो धनाध्यक्षो गदायुधः चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्विताः सेनान्यो देवराजस्य दुर्जया भुवनत्रये कोडयस्तास्त्रयस्त्रिंशद्देवदेव निकायिनां हिमाचलाभे सितचारुचामरे सुवर्णपद्मामलसुन्दरस्रजी कृताभिरामोज्ज्वलकुङ्कुमाङ्गुरे कपोललीलालिकदम्बसङ्कुले स्थितस्तदैरावणनामकुञ्जरे महामनाश्चित्रविभूषणाम्बरः विशालवज्रः सुविधानभूषितः प्रकीर्ण केयूरभुजङ्गमण्डलः सहस्रदृग्वन्दितपादपल्लवस्त्रिविष्टपे शोभदपाकशासनः तरुङ्गमादङ्गकुलौकसङ्कुला सिदादपा त्रध्वजशालिनी च बभूव सा दुर्जयपत्तिसंतता विभाति नानायुध योधदुस्तरा तदोऽश्विनौ जमरुदः ससाध्या सपुरन्दराः यक्ष राक्षसगन्धर्वा दिव्य नानास्त्रपाणयः जघ्नोर्दैत्येश्वरं सर्वे सम्भूयदु महाबलाः न चैवास्त्राण्यसज्जन्तगात्रे वज्राचलोपमे अधो रथादवप्लुत्य तारको दानवाधिपः जखानकोटिशो देवान् करपार्ष्णिभिरेव च हद शेषाणि सैन्यानि देवानां विप्रदुद्रुवुः दिशो भीतानि संत्यज्य रणोपकरणानि च दृष्ट्वा तान् विद्रुतान् देवांस्तारको वाक्यमब्रवीद मा वधिष्ठ सुरान् दैत्या वज्राङ्गाय च मन्दिरे शीघ्रमानीय दर्श्यं तां बद्धान् पश्यत्वयं सुरान् लोकपालांस्तदो दैत्यो बद्ध्वा चेन्द्रमुखान् रणे स रुद्रान् सुदृढैः पाशैः पशुपालः पशूनिव स भूयो रथमास्ताय जगामस्वकमालयं सिद्धगन्धर्वसङ्घुष्ठं विपुलाचलमस्तकं स्थूयमानोदिति सुधैरप्सरोभिः सुसेविदः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे देवासुरसङ्ग्रामे तारकजयो नाम द्विचत्वारिंशत्तमोऽध्यायः ॐ